नमस्कारः। नमस्कार महोदय। सर्वेषां नमस्कारः। नमस्कारः महोदय, रघुपतेचार्य अस्मि। किञ्चित् विरमामहे। नमस्कारः महोदय, सुमित्रा अस्मि। नमस्ते महोदय। हरिः ओं महोदय, अहं रघुवीरान्दः अस्मि। नमस्ते महोदय। कस्यापि प्रश्नः अस्ति वा इदानीं पर्यन्तं? कस्यापि प्रश्नः अस्ति वा? अस्तु, तर्हि आरभामहे। तत्रैववासरे अस्माकम् अङ्गतिङ्प्रत्ययस्य योजनाक्रियायां कानि कानि सूत्राणि सन्ति इति परस्मैपदे धातूनां कृते अस्माभिः अध्ययनं समाप्तम्। इदानीम् आत्मनेपदे धातूनां कृते कार्यं कथं भवति इति पठयिष्यामः। कार्यं समानमेव अस्ति, नूतनं बहु किमपि नास्ति, तर्हि सरलम् एव अस्ति इति अहं चिन्तयामि। तर्हि इदानीम् आत्मनेपदधातूनां कृते अङ्गतिङ्प्रत्ययसंयोजनम् इति पठामः। अस्तु, तर्हि मीना महोदय अस्ति खलु? अस्मि महोदय। पठतु आत्मनेपदे अङ्गतिङ्प्रत्ययसंयोजनम्। आत्मनेपदे अङ्गतिङ्प्रत्ययस्य संयोजनम्। आत्मनेपदे धातुः एध् अङ्गम् एध लट् लकारः लटि सिद्धप्रत्ययाः ते इति अन्ते से इति द्वे एवहे महे कार्यम् एध ते एध ते कथम् एध भवति महोदय? एध ते एध ते एध इते एधे ते आत् गुणः। पठतु एकवारं कार्यम्। ओके, एध अन्ते एधन्ते अतो गुणः, एधसे एधसे एध इते एधे ते, एधद्वे एधद्वे एध ए एधे, एधवहे एधावहे एधमहे एधामहे अतो दीर्घयनि प्रे। इदानीं भवती प्रत्येक प्रत्ययस्य कृते कथं कार्यं भवति इति वदतु। एध एध भवति एध इति धातुः शप् विक्रम क्षविक्रम इति तुदादि धातु किं भवति महोदय? द्वादि अस्ति। द्वादि एध एध एध ते इति तिङ् प्रत्ययः किमपि नास्ति। एध ते एध ते एव एध इते एधे ते आत् गुणः भवति। आत् गुणः इति अवर्णात् अवर्णात् अचि अचि परे एकः गुण संहितायां गुणः भवति, परन्तु तत्र फलितार्थः अस्ति इकि परे, तर्हि अत्र गुणसन्धि अस्ति, सामान्यगुणसन्धि अस्ति। एधन्ते एधन्ते समानमेव। समानं नास्ति महोदय, गुणसन्धि अस्ति वा? अतो गुणे अत्र अकारः एध योगः अन्ते अकारः अस्ति, तस्मात् अत अपदान्तात् अतः गुण गुण गुण वर्णः अस्ति आकारः तस्मात् एकपररूपं भवति संहितायां अत्र अकः सवर्णः दीर्घः न भवति यतो हि अत्र अपदान्त अस्ति अकः सवर्णः न भवति अपदान्तात् अपदान्तात् अतः गुणे गुण गुणवर्णे परे पूर्वपरयोः एक पररूपं भवति तस्मात् एधन्ते एदसे एदसे किमपि न भवति एध इथे एधेते समानमेव एध इथे इकारः भवति तस्मात् आत् गुणः भवति अवर्णात् अचि परे गुणः भवति आ प्लस् एधेते एध द्वे किमपि न भवति एध एधे अत्र अतो गुण गुणवर्णः एकारः एध योगः ए तस्मात् अतो गुण गुणे इति सूत्रं भवति तत्र गुणे परे अत एध महे एधामहे अतो दीर्घो यञि परे अतः अङ्ग अङ्गस्य दीर्घो यञि यञि परे यञि प्रत्याहारः जबञ्ज् इति यञि परे दीर्घः भवति एध वहे एधावहे एधमहे एधामहे अतो दीर्घो यञि सम्यक् धन्यवादः महोदय तर्हि अत्र अस्माभिः यत् पूर्वस्मिन् रविवासरे पठितं आद् अतो गुणे अतो दीर्घो यञि आद्गुणः इति सर्वेषां सूत्राणाम् अत्र अपि कार्यं भवति किञ्चित् नूतनं किमपि नास्ति तर्हि अतोगुणे अस्ति अपदान्त अस्ति चेत् अपदान्त ह्रस्वाकारात् यदि गुणवर्णः अस्ति चेत् पररूपगुणवर्णः भवति अतः एधयोग अन्ते एधन्ते भवति एधयोग ए एधे भवति न तु एधै तथैव अतो दीर्घो यञि इति मध्ये यदि ययादि सार्वधातुकप्रत्यये परे अस्ति चेत् अदन्त अङ्गस्य परे अस्ति चेत् अदन्त अङ्गस्य अन्तिम ह्रस्वाकारस्य दीर्घं भवति अतः एधावहे एधामहे यतः परस्मिपदे लट्लकारे भवति इति तर्हि किमपि नूतनं नास्ति अतः वयं सर्वे जानीमः अस्तु प्रश्नः अस्ति वा कस्यापि अस्तु तर्हि अग्रे गच्छामः रघुपतिमहोदय अस्ति खलु महोदय पञ्चनिमिष महोदय अहम् अनन्तरं पठामि अस्तु अस्तु इदानीम् अस्ति सुमित्रा महोदय अस्ति खलु सुमित्रा महोदय नमस्कार लोट् लकारः करोतु भवती चिन्तयतु किं भवति सूत्राणि कानि कानि लोट् लकारः लोट् सिद्धप्तिङ्कतयः सन्ति ताम् इताम् अन्तां स्व इथां ध्वम् ऐ आवहे आवहै आमहै इति कार्यम् अधुना पश्यामः एधयोगः तां केवलम् एधतामेव तत्र किमपि कार्यं नास्ति एधयोगः इताम् एदेताम् अत्र आद्गुणः इति सूत्रस्य प्रसक्तिः अस्ति आद्गुणः इति सूत्रं किं वदति आद्गुणः वदति अवर्णात् अचि परे पूर्वपरयोः स्थाने गुणवर्णस्य एकादेशः भवति इति वदति तर्हि अचि अस्ति परन्तु तस्य फलितार्थः किम् अस्ति इचि परे गुणसन्धिसूत्रम् अस्ति गुणसन्धेः सूत्रं परन्तु अत्र तु इचि परे इत्येव स्वीकरणीयं न तु अचि परे इति अनन्तरं वदामि वा आमाम् एधयोगः अन्तां एधन्ताम् इति अत्र अतो गुणः अतो गुणे इति सूत्रम् अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूप एक आदेशः भवति गुणः अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूप एकादेशः स्यात् इत्यनेन अधन्ताम् इति भवति न तु एधान्तां तत्र किमपि न भवति सवर्णदीर्घः न भवति यतोहि अत्र अपदान्त अस्ति अतो गुणे तस्य अपवादत्वेन कार्यं भवति अस्तु अग्रे अनन्तरम् एध योगः स्व केवलम् एधस्व एव अत्र अपि किमपि न अस्ति किमपि सूत्रस्य प्रसक्तिः नास्ति अग्रे एध योगः इताम् अत्र आद्गुणः एव पुनः सूत्रं विस्मरामि अहं जानामि किमर्थं पुनः पुनः आद्गुणस्य न आद्गुणः भवति खलु अत्र अवर्णात् अनन्तरम् इकारः अस्ति अतः आद्गुणः आं महोदय परन्तु विस्मरामि सूत्रं न जानामि आद्गुणः आद्गुणः तु गुणकार्यमेव अस्ति आम् तस्य विवरणम् अवर्णात् अचि परे अत्र इकि परे अवर्णात् इकि परे स्थाने एकादेशः भवति तर्हि अत्र अकारः इकारः अस्ति तयोः स्थाने एकगुणवर्णः आगच्छति इकारस्य इकारात् समानः गुणवर्णः अस्ति एकारः अतः ए भवति ए धेता अग्रे एध योगः ध्वम् अत्रापि सूत्रस्य प्रसक्तिः किमपि न एधध्वम् एव एध योगः ऐ एधै इति अत्र वृद्धिरादैच् इति सूत्रस्य वृद्धिरेचि अवर्णात् एचि परे पूर्वपरयोः स्थाने वृद्धिसम्यकः एकादेशः भवति अनन्तरम् एध योगः आवहै एधावहै एध योगः आमहै एधामहै द्वयोः सूत्रस्य प्रसक्तिः अस्ति अकः सवर्णे दीर्घः इति सवर्णदीर्घसन्धेः अक् वर्णात् सवर्णे अचि परे पूर्वपरयोः स्थाने दीर्घसंज्ञकस्य एकादेशः भवति तर्हि किमस्ति हा तर्हि अत्र महोदय वदतु अत्र किमस्ति न एधै मध्ये अतो गुणे किमर्थं न भवति न जानामि न सा अवगच्छामि किं पृष्टवान् एधै इत्युक्ते एध योगः ऐ अत्र अतो गुणे किमर्थं न कार्यं करोति अतो गुणः अपादान्त अतः एव गुणे परे तर्हि अत्र किं परन्तु अत्र तु अवर्णात् एच् परे तर्हि अत्र किम् अस्ति अत्र परे गुणवर्णः अस्ति वा नास्ति अतः एव वृद्धिराज्ये कार्यं करोति तर्हि पश्यतु लट् लकारे एध योग ए अस्ति अस्तु एधे अस्ति तत्र अतो गुणे कार्यं करोति अत्र हि ए वर्णः गुणवर्णः अस्ति अत्र एध योग ऐ अस्ति ऐ गुणवर्णः नास्ति अतः वृद्धिरेचि कार्यं करोति अनन्तरम् एध योग आवहि एध योग आमहि अत्र अपि अतो गुणे कार्यं न करोति वा अत्रापि गुणवर्णः इति गुणवर्णः इत्युक्ते केवलं ह्रस्व आकारः अतः दीर्घाकारः अस्ति दीर्घाकारः गुणवर्णः नास्ति अतः सामान्यसूत्रम् अकः दीर्घ अकर्णः सवर्णे दीर्घ अस्तु तर्हि सर्वे अवगच्छन्ति वा अस्तु तर्हि अग्रे गच्छामः लङ्लकारः लङ्लकारः मध्ये एकनूतनं सूत्रम् अस्ति आड् अजादीनाम् आटश्च तर्हि अग्रे पठामः तर्हि तत्र मदर महोदय अस्ति खलु आम् महोदय पश्यतु पठतु लङ्लकारः आम् महोदय लङ्लकारः लङ्स् इति सिद्धतिङ् प्रत्ययः त ईताम् अन्त ताः ईतां द्वम् ई वहि महि आयोगः एद् ऐद् इति अङ्गम् आडजातीनाम् आडच्च आटश्च आटच्च त्रिकम् अधो गच्छतु एकनिमिषम् अग्रे गच्छतु तत्र सूत्रमस्ति आडजातीनाम् आम् महोदय तत् पठतु आडजातीनां लुङ् लङ् लृङ् च पठे चेत् अजादि धातुरूपी अङ्गस्य आट् आगमो भवति स च आगमः उदात्तः संज्ञकः आत् आद्यन्तौ टकितौ इत्यनेन अङ्गात् प्राक् आयाति अच् आदि आदिर्येषां ते अजादयः बहुव्रीहि तेषाम् अजादीनाम् आड् प्रथमान्तम् अजादीनां षष्ट्यन्तं द्विपदमिदं सूत्रम् लुङ् लङ् लृङ् क्ष्व क्ष्व षडुदात्तः इत्यस्मात् लुङ् लङ् लृङ्क्षु उदात्तः इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिः सहितसूत्रम् अजादीनाम् अङ्गस्य आट् उदात्तः लुङ् लङ् लृङ्क्षु किं लिखितम् यदि लुङ् लङ् लृङ् परे अस्ति चेत् अजन्तधातु अङ्गस्य आड् आगमः भवति तत् आड् इति टित् अस्ति अतः आट् धातु पूर्वमेव आगच्छति एवं महोदय तर्हि अत्र पश्यतु महोदय हा हा सम्यक् तर्हि अत्र पश्यतु तत्र अस्माभिः गतरविवासरे सूत्रं पठितं लुङ् लङ् लृङ्क्षु अट् उदात्तः तत्र सूत्रमस्ति यत् लुङ् लकारे लङ् लकारे लृङ् लकारेषु अट् आगमो भवति न श्रूयते महोदय अट् आगमः भवति इति श्रूयते वा श्रूयते एव महोदय तर्हि अस्माभिः गतरविवासरे पठितं लुङ् लङ् लृङ्क्षु अट् उदात्तः तत्र लुङ् लङ् लृङ् इति लकारेषु अट् आगमो भवति अङ्गस्य अट् आगमः भवति तर्हि अत्र तस्य अपवादसूत्रमस्ति यत् यदि अङ्गम् अजादि अङ्गम् अस्ति तस्य आट् आगमः भवति नाम दीर्घ आकारः भवति तर्हि पश्यतु लुङ् लङ् लृङ्क्षु इति सूत्रं 6471 अस्ति आड् अजादीनां तस्य साक्षात् अनन्तरं 6472 आगच्छति तर्हि आहत्य हलादि धातु अङ्गम् अस्ति चेत् लुङ् लङ् लृङ्क्षु अट् उदात्तः इति सूत्रेण हलादि अङ्गस्य ह्रस्व आकारः आगमः भवति पूर्वं परन्तु अजादि अङ्गम् अस्ति चेत् दीर्घ आकारः भवति तर्हि अजादीनाम् अङ्गस्य आट् उदात्तः लुङ् लङ् लृङ्क्षु तर्हि अत्र ऐध अस्ति खलु ऐध ऐध आजादि अङ्गम् अस्ति अतः तस्य लङ्लकार लङ्लकारे तस्य तस्मात् पूर्वं ह्रस्व आकारः न परन्तु दीर्घ आकारः आगच्छति आयोगः ए सर्वे अवगच्छन्ति खलु तर्हि हलादि अङ्गम् अस्ति चेत् आहत्य हलादि अङ्ग पुनः किञ्चित् लङ् अस्माभिः अत्र किमपि नास्ति अत्र लुङ् लङ् लृङ् इति लकारेषु हलादि अङ्गम् अस्ति चेत् ह्रस्व अकारः आगच्छति परन्तु अजादि अङ्गम् अस्ति चेत् दीर्घ अकारः आगच्छति तर्हि अत्र ऐध अस्ति खलु एध तत्र अजादि अङ्गम् अस्ति अतः आकारः आगच्छति परन्तु पठ पठ अस्ति चेत् तत्र हलादि अस्ति अतः अकारः आगच्छति अस्तु मन्दर महोदय अग्रे पठतु आटश्च आम् महोदय आटच अङ्गानाम् अचिपरे पूर्वपरयोः वृद्धि एकादेशो भवति कुत्र अस्ति सूत्रं पठतु आटश्च आम् महोदय आटश्च अङ्गान आडागमात् आडागमात् आडागमात् अचिपरे पूर्वपरयोः वृद्धि एक वृद्धिरेकादेशो भवति आटः पञ्चम्यन्तं च अव्ययपदम् द्विपदम् इदं सूत्रम् इको एनचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः वृद्धिरेचि इत्यस्मात् वृद्धि इत्यस्य अनुवृत्तिः एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रम् आटः च अचि पूर्वपरयोः एकः वृद्धिः संहितायाम् सूत्रं वदति यदि अङ्गम् आड् आड् आगमः अस्ति चेत् पूर्वपरयोः वृद्धिः एव भवति गुणः न भवति वृद्धिः एव भवति इति उक्तं महोदय आट् तर्हि आट् यदि आगमः अस्ति तस्य अनन्तरं कोऽपि स्वरवर्णः अस्ति तर्हि पूर्वपरयोः स्थाने एक वृद्धिः आगच्छति तर्हि अन्यानि सूत्राणि अपि सन्ति अकः सवर्णे दीर्घः आद्गुणः किमपि भवतु यदि आट् आगमः अस्ति तर्हि अपवादसूत्रमस्ति आट् आट् आगमस्य कृते विशिष्टसूत्रमस्ति आट् आगमः अस्ति चेत् पूर्वपरयोः स्थाने वृद्धिः आगच्छति तर्हि अत्र पश्यतु महोदय अत्र आयोगः एधः करोतु अधुना उपरि गच्छतु पश्यतु क्षम्यतां सुमन् अस्मि किञ्चित् विलम्बेन आगतवती किञ्चित् अस्वस्था अपि अस्मि किन्तु मम एकः प्रश्नः अस्ति एते सूत्रे आडा आडाजादि जादीनाम् आटश्च सर्वत्र कार्यं सर्वत्र लुङ् लङ् लृङ् सूत्र लकारेषु कार्यं कुर्वन्ति किम् इत्युक्ते परस्मैपदी धातूनाम् अपि कार्यं भवति अस्तु अतः इदानीं मम फालो अप् क्वश्चन् अस्ति अतः एव इच्छति भवति चेत् ऐच्छत् भवति किं तदेव अग्रे लिखितम् अस्ति आम् सत्यम् ओ अस्तु क्षम्यतां मम गतसप्ताहे एव प्रश्नः आसीत् किन्तु अहं पश्यामि इति न पृष्टवती प्रश्नः सम्यक् अस्ति अस्तु मदर महोदय आम् महोदय हा भवती वदतु आयोगः एध किम् अस्ति आयोगः एध ऐध इति अङ्गम् कथं भवति ऐध ऐध आडजातीनाम् आटच्च इति सूत्रेण भवति महोदय तर्हि सर्वप्रथमम् आड् अजादीनाम् इति सूत्रेण आकारः आगच्छति आकारः आगच्छति तदनन्तरम् आड् आगमस्य अनन्तरम् अच् अस्ति चेत् किं भवति वृद्धिः भवति अतः ऐध इति भवति अस्तु तर्हि इति एव अस्ति धन्यवादः महोदय अग्रे रघुपति महोदय एतस्य सूत्रस्य आवश्यकता नास्ति खलु कस्य न सूत्र तु आवश्यकता वृद्धिः अपि तथा समानं कार्यं करोति परन्तु आटश्च अस्ति अत्र. अत्र किम् अन्य किमपि न भवितुं शक्नोति एव खलु, अ वा आ वा ए पूर्व भवति चेत्, एकारात् पूर्व भवति चेत् वृद्धि एव भवति खलु. हा परन्तु अत्र वृद्धिरेचि इति सूत्रेण न, परन्तु आटश्च इति सूत्रे फलं समानमेव अस्ति, परन्तु सूत्रं किं तर्हि वृद्धिरेचि न आटश्च. रघुपति महोदय पठति वा इदानीं? पठामि कार्यं, कार्यं पठतु एकवारं महोदय. आडजादीनां कार्यं, हा अस्तु. इदानीं एध ऐध ऐधयोगत ऐधत इति किमपि कार्यं नास्ति अत्र. इदानीं ऐधयोग इतां द्विवचने ऐधयोग इतां अत्र आद्गुणस्य प्रसक्तिः ऐधेताम् इति. बहुवचने ऐधयोग अन्त ऐधन्त अत्र अतोगुणे इत्यस्य प्रसक्तिः अस्ति, इकस् अकस्सवर्णदीर्घस्य प्रभाद्य अदन्त अङ्गस्य अपदान्त अस्य गुणे परे एकः पररूपादेशः, अतः ऐधन्त इति. इदानीम् अग्रे मध्यमपुरुषे ऐधयोगथाः ऐधातः किमपि कार्यं नास्ति तत्र. ऐधयोग इताम् इति अस्ति अत्र, ऐधेताम् इति आद्गुणः इति सूत्रेण अकार इकारयोः एकार आदेशः ऐधेताम् इति. इदानीम् ऐधध्वम् इति अत्र किमपि कार्यं नास्ति. ऐधयोग ई अत्रापि आद्गुणस्य प्रसक्तिः ऐधे इति प्राप्तिः, ऐधे इति भवति. ऐधयोग वहि अत्र वहि इति यै प्रत्यारस्य वकारः अस्ति, अतः अतः अङ्गस्य दीर्घः भवति यै सार्वधातुके प्रत्यये परे. ऐधावहि इति ऐध अक ऐधयोग आ ऐधावहि इति अङ्गस्य दीर्घः भवति ऐधावहि. महि तदपि यै प्रत्यारसवर्णः अस्ति, अतः अङ्गस्य अतः अङ्गस्य दीर्घः भवति यै प्रत्यारस्ते यै प्रत्याहार परे यै वर्णे परे यै यै प्रत्यारसवर्णे परे ऐदा ऐदामहि इति अन्तिमरूपम्. तर्हि धन्यवादः महोदय. तर्हि अत्र सूत्रे केवलम् एकं केवलं द्वे सूत्रे अस्माभिः नूतने पठिते तत्र आडजादीनाम् आटश्च. तर्हि तदनन्तरं ते विहाय सर्वाणि सूत्राणि अत्र परिचितानि सूत्राणि सन्ति, आद्गुणः अतो गुणे अतो दीर्घो यै इति. तर्हि लङ्लकारेषु किं कार्यं भवति इति अपि अस्माभिः पठितं. तर्हि अस्तु, तर्हि अग्रे सुमन महोदय भवती अस्ति खलु? आं महोदय, भवती एव पठतु. ध्येयं यत्, अस्तु, ध्येयं यत् उपरितन उदाहरणे एद् धातोः आदौ एकारः अस्ति, अतः आ योग एकार ऐकार इति वृद्धिः तु भवति एव, परन्तु धातु इकारादिः उकारादिः वा चेत् आ योग इ अथवा आ योगः उ गुण भवति स्म. इतद् अर्थम् आटश्च इत्यनेन वृद्धिः भवति न तु गुणः, यथा परस्मैपदे तुदादिगणे इश् धातुः इषु गमीयमां छः इति सूत्रेण वक्ष्यमाणेन धातवादेशः शितिपरे शकारस्य स्थाने छकारः इष् योगः श अङ्गम् इच्छ अस्ति, लटि इच्छति, लङ्गि आडागमं कृत्वा, आ योग इच्छ, अत्र समान गुणसन्धिः आद्गुणः, समानगुणसन्धिः आद्गुणः इत्यनेन ऐच्छत् इति भवति स्म, परन्तु अत्र ऐच्छत् न एच्छत् लिखति अस्ति, सम्यक् पठतु, इत्यनेन आद्गुणः इत्यनेन एच्छत् इति भवति स्म, एच्छत् इति भवति स्म, परन्तु अत्र आटश्च इत्यनेन परत्वात् वृद्धि आदे वृद्धिरादेशः भवति इति कृत्वा ऐच्छत् भवति। आम् अस्तु, भवत्याः प्रश्नः अस्ति खलु? आम्, किन्तु इदानीं इषु गमीयमां छः इति किं महोदय? तर्हि इति सूत्रम् अग्रे अग्रे दीर्घरूपेण भ्वादिगणे वयं पठामः, परन्तु सूत्रं केवलं वदति यत् इष् धातु, गम् धातु, तत्र चकारः छकारः आगच्छति, अतः इष् धातोः इच्छ भवति, गम् धातु तत्र गच्छ भवति, तदेव तस्य सूत्रस्य। हा तर्हि परन्तु अत्र केवलं चिन्तयतु, इच् धातु अस्ति, तर्हि इच् धातु यदि लङ्लकारे आगच्छति, तत्र लुट् लुङ् लङ् लृङ्षु अट् उदात्तः इति सूत्रस्य अपवादत्वेन, इति सूत्रात् इति सूत्रं परि सूत्रं प्रबाध्य आड् अजादीनाम् इति सूत्रम् आगच्छति, यतोहि इच् इति अजादि अङ्गम् अस्ति, तर्हि आयोगः इच्, परन्तु अत्र आयोगः इच्छ, आयोगः इ, तत्र आद्गुणः इति सूत्रेण एकारः न भवति, अपि तु आटश्च इति सूत्रेण ऐकारः भवति। तर्हि यद्यपि एध इति एध इति अङ्गे अस्य सूत्रस्य महत्त्वं वयं द्रष्टुं न शक्नुमः, यतोहि आयोगः ए तु ऐ आयोगः ए तु आयोगः ए तु वृद्धि आदे च इति सूत्रेण ऐ एव भवति, आटश्च सूत्रस्य कार्यं वयं द्रष्टुं न शक्नुमः, परन्तु तस्य कार्यम् इच् इच् धातु मध्ये वयं साक्षात् रूपेण द्रष्टुं शक्नुमः, यतोहि तत्र आद्गुणः इति सूत्रं प्रबाध्य आटश्च इति सूत्रेण वृद्धिः भवति। तर्हि इच् धातु अपि अस्ति चेत् एच्छत् न भवति, परन्तु ऐच्छत् भवति। अस्तु, आटश्च इति सूत्रम् आटश्च इति सूत्रं नास्ति चेत् तत्र एच्छत् भवति स्म, परन्तु तत् समीचीनं नास्ति। सत्यम्, आटस्य सूत्रेण एव वृद्धिः भवति, न तु गुणः। किन्तु मम प्रश्नः अस्ति, आडाजादीनां सूत्रं किम् अर्थम् अत्र? आ अस्ति वा अ अस्ति वा, तत्र तु किमपि भिन्न भिन्न भेदः न भवति खलु? इत्युक्ते अयोग इ वा आयोग इ, नो चेत् अयोग ए वा आयोग ए, अ भवति न तु आ, किमपि तत्र फलं सर्वदा समान एव खलु? अजादि अस्ति चेत् तत्र लङ्लकारे वृद्धिः भवति, न हलादि अस्ति चेत् अ एव आगमः भवति। किमर्थम् इदानीं अस्थाने आगम भवति? तर्हि भवती पृच्छति आड् अजादीनां सूत्रस्य का महत्त्वं, किम् अत्र आवश्यकता का इति? सत्यं, तर्हि तत् एकं तु अस्तु, तर्हि पश्यतु, यदि अयोगः अत्र किमस्ति, हा तर्हि यदि अङ्गमस्ति अयोगः ए एध मध्ये, भवती पृच्छति खलु आड् अजादीनाम् इति सूत्रं नास्ति एव, तर्हि लुट् लुङ् लङ् लृङ्क्षु अडुदात्तः इति सूत्रेण ह्रस्व आकारः आगच्छति, तर्हि अयोगः एध इति भवति खलु? तर्हि अत्र किं भवति? अतो गुणे भवति खलु? अतो गुणे, किमर्थम् अयोग ए अस्ति खलु, तत्र गुण न भवति, वृद्धि भवति. शृणोतु, अतो गुणे इति सूत्रं किं वदति? अपदान्त ह्रस्वकारात् गुणवर्णः अस्ति चेत् उभयोः स्थाने पररूपम् आगच्छति खलु. सत्यं, किन्तु वृद्धि रेचि इति सूत्रं तु तस्य अपवादः भवति खलु. अतो गुणे अपवादः भवति वृद्धिरेचि सूत्रस्य. अतो गुणे केवलम् अपदान्त अस्ति खलु, तस्य कार्यं कार्यक्षेत्रं लघु अस्ति खलु, अतः अतो गुणे अस्ति अपवादम्. वृद्धिरेचि, किन्तु वृद्धिरेचि अपि अपवादत्वेन कार्यं कर्तुं शक्नोति खलु. वृद्धिरेचि आद्गुणस्य अपवादम् अस्ति, परन्तु वृद्धिरेचि अस्माभिः पठितं खलु गतरविवासरे, आद्गुणः इति सामान्यसूत्रं, बृहत् सूत्रं, तस्य अकः सवर्णः दीर्घः अस्ति एकम् अपवादः अथवा परसूत्रं विप्रतिषेधेन, वृद्धिरेचि अस्ति अन्य अपवादसूत्रं. तर्हि परन्तु यदि अपदान्त अस्ति चेत्, अपदान्त अस्ति चेत् अतो गुणे कार्यं करोति खलु अपवादत्वेन. तथैव तत् अन्यथा भवती वदतु, तत्र एधयोगः अन्तां, तत्र अतो गुणे अथवा अकः सवर्णः दीर्घः इति सूत्रयोः मध्ये कस्य कार्यं भवति? एधयोग अन्ताम् अत्र अकः सवर्णः दीर्घस्य अपि प्रसक्तिः अस्ति, अतो गुणे अपि प्रसक्तिः अस्ति, तर्हि किमर्थम् अतो गुणे कार्यं करोति? तत्तु सम्यक्, आम् सत्यं, तत्र तर्हि अतो गुणे तस्य प्रसक्तिः. वृद्धिरेचि अपदान्त पदान्त किमपि न वदति कुत्रापि भवतु, अकः सवर्णः दीर्घः अपि किमपि न वदति कुत्रापि भवतु, परन्तु अतो गुणे तु वदति खलु, यत् अतो गुणे तत्रैव भवति यत्र अपदान्त अस्ति. यदि अपदान्त अकारस्य तत्रापि यदि भवति वृद्धि अथवा अकः सवर्ण दीर्घः करोति, अतो गुणे सूत्रं निरवकाशं भवति. अतः अतो गुणे यदि अपदान्त अस्ति चेत् अतो गुणस्य सर्वदा कार्यं भवति अपवादत्वेन. अतः एधमध्ये यदि भवती वदति लुम् लं रिंशु अट् दात्तः इति सूत्रेण अयोगः ए एव करोतु, तत्र अतो गुणस्य अपवादत्वेन अयोगः ए ए भवति, एध भवति, तु समीचीनं नास्ति. किन्तु इदानीं तु आटश्च तस्य अपि अपवादः भवितुं शक्नोति खलु. तत्र आट् नास्ति खलु, आटश्च कार्यं कथं करोति? आटश्च कार्यस्य इदानीम् आट् अस्तु, अटश्च भवितुं शक्नोति. यानि निमित्तानि आड जादीनां सूत्रे अस्ति तत्तु वयं अटश्च इति सूत्रे आगन्तुम् आनेतुं शक्नुमः. इदानीं तु तत्र लुङ् लृङ् लङ् च परे चेत् तथापि चिन्तनं कर्तुं शक्नुमः अटश्च इति सूत्रं किमपि, परन्तु अत्र पाणिनिना आट् इति कृतं यत् सः आटश्च तत्र सूत्रम् अपि आनयति, तदपि समीचीनम् अस्ति. अतः तत्र किमपि करोतु, अटश्च आटश्च नूतनसूत्रस्य आवश्यकता अस्ति खलु. तत्तु सत्यं, नो चेत् अटश्च इति अहं सूत्रस्य महत्वं किम् इति न पृच्छामि. इदानीं सूत्रं किमर्थम् इति पृच्छामि. अटश्च इति न जाने, परन्तु प्रायः अन्य अपि अटश्च सूत्रस्य कार्यं भवितुं शक्नोति, यत्र अन्य कुत्रापि आट् आगच्छति, अत्र न परन्तु अन्य. तर्हि अन्य आटश्च आटश्च सूत्रस्य महत्वं भवति, तर्हि अटश्च अन्यसूत्रस्य किमर्थं तस्य तथा न कृत्वा सः आड् आड् अजादिनाम् इति नूतनसूत्रं कृतं, येन अजादि अस्ति चेत् आड् आगच्छतु, आड् आगच्छति तदनन्तरम् आडश्च इति सूत्रं कार्यम् इति. तर्हि तस्य आहत्य किं चिन्तनम् अस्ति यत् अजादि अस्ति चेत् तत्र लङ्लकारे तत्र तत्र यत् सन्धिकार्यम् अस्ति तद् भिन्नम् अस्ति. तत्र सामान्यतया गुणकार्यम् इति वा किमपि भवतु, परन्तु अत्र वृद्धिकार्यं भवति, अतः तस्य फलं तत् आसीत्, तस्य आब्जेक्टिव् तदासीत्, अतः तेन इदं सर्वं कृतम् आडाजीदिनाम् आटश्च इति. परन्तु तस्य अत्र मुख्यबिन्दु किं, यत् इच्छधातु तत्र बहु मुख्यपूर्ण अस्ति. अत्र बहुधा जनाः एच्छत् कुर्वन्ति, एच्छत् कुर्वन्ति, जानामि, अत्र ऐच्छत् अस्ति, तस्य सूत्रस्य कारणम् अस्ति आटश्च. गत सप्ताहे एव प्रष्टुम् इच्छामि, किन्तु प्रायः अन्ते विस्मृतवती. अस्तु, धन्यवादः. अग्रे अरुणा महोदय, विधिलिङ्ग् समापयतु. आं महोदय, विधिलिङ्ग् लकारः, विधिलिङ्ग् सिद्ध धन्यवादः महोदय. अहं कदापि स्ट्रेञ्ज् क्वेश्चन्स् पृच्छामि, किन्तु भवान् अन्य कोऽपि प्रश्नः अस्ति वा महोदय, तर्हि आफ्लैन् पृच्छतु. इदानीम् अग्रे गच्छामः, तत्र इदानीं नास्ति, किन्तु एते सूत्रे दृष्ट्वा मम प्रश्नः भवति, अतः एव एतस्मिन् विषये अन्य किमपि प्रश्नः अस्ति चेत् आफ्लैन् प्रष्टुं शक्नोति. अस्तु, धन्यवादः. अरुणा महोदय समापयतु. विधिलिङ्ग् सिद्ध तिङ् प्रत्ययाः ईत, ईयताम्, ईरन्, ईताः, ईयाथाम्, ईद्वम्, ईय, ईवहि, ईमहि. आड्गुणः विधिलिङ्ग् सर्वत्र प्रसक्तिः भवति. कार्यम् एध योगः ईत एधेत इति आद्गुण इति सूत्रेण अकार पदान्त अकार योगः अचि परे पूर्वपरयो एकर पररूपं भवति, गुण भवति, ततः एदेत इति रूपं निष्पन्नं भवति. एद योग ईयताम् अत्र अत्रापि आद्गुणः एव सर्वत्र आद्गुणः आद्गुणः एव कार्यं करोति. एध योगः ईरन् एधेरन्, एध योगः ईथाः एधेताः, एध योगः ईयाथाम् एधेताम्, एध योगः ईद्वम् एधेद्वम्, एध योगः ईय एधेय, एध योगः ईवहि एधेवहि, एध योगः ईमहि एधेमहि इति रूपाणि निष्पन्नं भवति. तर्हि सर्वत्र आद्गुणः इति सूत्रेण गुणकार्यमेव भवति. तर्हि अत्र किमपि विशिष्टं नास्ति, अत्र सर्वं जानामि. तर्हि इदानीं सार्वधातुकलकारेषु अदन्त अङ्गानां कृते तिङ् प्रत्ययो संयोजनं, येन क्रियापदं निष्पद्यते, तस्य कृते यानि यानि सूत्राणि सन्ति तानि तानि वयं सर्वे इदानीं जानीमः. तर्हि कस्यापि प्रश्नः अस्ति वा? तर्हि मुख्यसूत्राणि केवलम् अतोगुणे आद्गुणः, वृद्धिरेचि, अकः सवर्णः दीर्घः, अतो दीर्घो ययि. तर्हि अत्र अकः सवर्णदीर्घः, वृद्धिरेचि, आद्गुणः तु वयं सर्वे जानीमः, तत्र गुणसन्धिवृद्धिसन्धि. ये वस्तुतः नूतनसूत्राणि सन्ति ते तानि सन्ति अतोगुणे अतो दीर्घो ययि. तदनन्तरं लुङ् लङ् लृङ्क्षु अडुदात्तः आड् अजादीनाम् आटश्च. तर्हि पञ्चसूत्राणि सन्ति, ये नूतनविशिष्टसूत्राणि सन्ति, अतोगुणे अतो दीर्घो ययि, लुङ् लङ् लृङ्क्षु अडुदात्तः आटश्च, आड् अजादीनाम् आटश्च. तर्हि इति नूतनसूत्राणि एकवारं पुनः गृहपाठरूपे पुनः परिशीलयन्तु. तत् अतः प्रश्नः अस्ति चेत् पुनः मां पृच्छतु. परन्तु इदानीं वयं जानीमः यत् यदि वयम् अङ्गं जानीमः तदनन्तरं तिङ् प्रत्ययेन संयोजनं कथं करणीयः, तर्हि इदानीम् अस्माकम् एकमेव कार्यम् इदानीम् अस्ति यत् अङ्गस्य निर्माणं कथं भवति, भ्वादिगणे अङ्गस्य निर्माणं कथं भवति, तुदादिगणे कथं भवति, चुरादिगणे कथं भवति, दिवादिगणे कथं भवति इति। तर्हि अङ्गम् इत्युक्ते धातु प्लस् शप्रत्यय, धातु प्लस् विकरणप्रत्ययः। तर्हि धातुयोगविकरणप्रत्ययस्य धातुविकरणप्रत्ययोः योजनेन यत् अङ्गं निष्पद्यते तस्य कृते भिन्नभिन्नगणे भिन्नभिन्नसूत्राणि सन्ति, तानि सूत्राणि इदानीं वयम् अग्रे पश्यामः प्रतिगुणं प्रतिगणम् इति। अस्तु, प्रश्नः अस्ति वा कस्यापि? इतोपि अदन्तमेव, अदन्तम् इदानीं तु अदन्तमेव। एकवारं भवादि तुदादि भवादि दिवादि तुदादि चुरादि समापयन्ति तदनन्तरम् अनुदन्तम् आगच्छति, तत्र अदादिगणे जुहोत्यादिगणे क्रियादिगणे स्वादिगणे तत्र अनुदन्तम् आगच्छति, परन्तु प्रथमं तु अदन्तं कुर्मः। यतोहि वयं जानीमः खलु अनदन्तं कृते बहुत्र तु किमपि कार्यं भिन्नं न भवति, परन्तु कानि केचन केचन प्रत्ययाः तेषां भेदः भवति, अतः तद् अग्रे वयं पुनः पश्यामः। अस्तु, तर्हि इदानीं प्रश्नः नास्ति चेत् नूतनकरपत्रं कृपया उद्घाटयन्तु सर्वे। भ्वादिगणः इति अस्ति, तस्य अङ्गस्य सध्यतिङ् प्रत्ययस्य योजनम् इति फिफ्थ् करपत्रम् अस्ति खलु, फिफ्थ् करपत्रं, तस्य अग्रे सिक्स्थ् करपत्रम् अस्ति भ्वादिगणः। प्राप्तं महोदय, प्राप्तं वा? आम्, सर्वे प्राप्नुवन्ति। तर्हि एतस्मिन् पाठे धातु किम् अस्ति, क्षम्यतां, कुत्र गच्छति, कुत्र अस्ति महोदय? भ्वादिगणः, क्षम्यतां, हा भ्वादिगणः इति षष्ठमः, यत् अङ्गतिङ्गप्रत्ययस्य संयोजनम् इति करपत्रम् अस्ति तस्य अनन्तरम् एव भ्वादिगणः इति करपत्रम् अस्ति खलु। लिङ्क् प्रेषितं महोदय, चाट् बाक्स् मध्ये अस्ति। चाट् बाक्स्, महोदया अपि पृच्छति तत्र प्रेषयति, तत्र सर्वे चाट् बाक्स् मध्ये पश्यतु, सुमित्रा महोदय प्रेषयति भ्वादिगणः। धन्यवादः। अस्तु, तर्हि इदानीं भ्वादिगणे अङ्गस्य निर्माणं कथं भवति इति वयं पठामः। अस्तु, अग्रे केन न पठितम्? अरुणा महोदय, अस्तु, रघुवीरमहोदय, भवान् पठितुम् इच्छति वा भ्वादिगणः? महोदय, अहं पठामि वा? पठतु इदानीन्तया, पठतु। एतावता अस्माभिः अदन्तम् अङ्गं निर्मितम्, अपि च सार्वधातुकलकारेषु लट् लोट् लङ् विधिलिङ् इत्येषु तिङ्प्रत्ययाः साधिताः। तदा गतपाठे तयोः अङ्गतिङ्प्रत्ययोः संयोजनं कथं भवति परस्मैपदे आत्मनेपदे च इति अवलोकितम्। अधुना येषु धातुगणेषु अङ्गम् अदन्तं भवति, द्वादौ द्विवादौ तुदादौ चुरादौ च, तेषां गणानां कृते क्रमेण समग्रं चिन्तनं करणीयम्। कृपया म्यूट् भवन्तु सर्वे। यः ये न पठन्ति ते कृपया म्यूट् भवन्तु, अहं म्यूट् करोमि। रघुवीरमहोदय, महोदय, हा इदानीं पठतु। अधुना येषु धातुगणेषु अङ्गम् अदन्तं भवति, द्वादौ द्विवादौ तुदादौ चुरादौ च, तेषां गणानां कृते क्रमेण समग्रं चिन्तनं करणीयं, नाम प्रत्येकस्मिन् गणे यावन्तः धातवः सन्ति तेषां सर्वेषां धातूनां कृते अङ्गनिर्माणविधिः अस्माभिः ज्ञायेत। प्रत्येकस्मिन् गणे अङ्गस्य सामान्यचिन्तनं किं, विशेषचिन्तनं किम् इति ज्ञेयम्। एकवारम् अङ्गं निर्मितं, ततः अग्रे चतुर्णां लकाराणां कृते अवशिष्टं सर्वं सिद्धतिङ्प्रत्ययाः के अपि च अङ्गतिङ्प्रत्ययसंयोजनविधिः अस्माभिः ज्ञायते एव। अतः आहत्य अधुना केवलम् अदन्तम् अङ्गम् अपेक्षते। हस्ते अङ्गम् अस्ति चेत् लटि लोटि लङ्गि विधिलिङ्गि च तिङन्तबुद्धिः प्राप्ता। सम्प्रति अस्मिन् पाठे भ्वादिगणीयाः धातवः परिशीलनीयाः। तदा अग्रिमेषु पाठेषु क्रमेण दिवादिगणः, तुदादिगणः, सुरादिगणः च अवलोकयिष्यन्ते। किं लिखितं महोदय? महोदय, पूर्वस्मिन् पाठे तु सार्वधातुकलकेषु लकारेषु, यतोहि लट् लोट् लिङ् लङ् विधिलिङ् चत्वारि लकारेषु सार्वधातुकलकारेषु तेन तस्मिन् तेषु तिङ्प्रत्ययाः कथं साधिताः इति दृष्टम्। अग्रिमपाठम् इदानीं तया पाठं यदस्ति अदन्तङ्गं भ्वादौ दिवादौ तुदादौ चुरादौ च समग्रचिन्तनं किं कथं करणीयम् इति दत्तम् अस्ति। अङ्ग प्रथमम् अङ्गनिर्माणविधिः प्रत्येकस्मिन् गणे सामान्यचिन्तनम् अपि करणीयं, विशेषचिन्तनीयम् अपि करणीयम्। अङ्गम् एकवारं निर्मितं चेत् अग्रे अवशिष्टसिद्धतिङ्प्रत्ययाः अङ्गसंयोजनविधिः तदपि ज्ञायेत। तर्हि किमपि अत्र यथा मया उक्तम्, इदानीं प्रत्येकगणे अत्र अदन्त अङ्गम् अस्ति। प्रत्येकगणे यथा भ्वादिगणे, दिवादिगणे, तुदादिगणे, चुरादिगणे अङ्गकार्यं कथं भवति, अङ्गनिर्माणं कथं भवति। अङ्ग इत्युक्ते धातु प्लस् विकरणप्रत्ययः। तेषां कृते सूत्राणि कानि सन्ति, सामान्यसूत्राणि कानि सन्ति, विशिष्टसूत्राणि कार्यं कानि सन्ति इति वयम् इदानीम् अवलोकयामः। तदनन्तरं किं भवति, अङ्गकार्यस्य वयं ज्ञातुं शक्नुमः यत् प्रत्येकगणे प्रत्येकधातोः कृते अङ्गं कथं निष्पद्यते। एकवारम् अङ्गस्य निर्माणं भवति, तदनन्तरं किमपि नास्ति, यतोहि वयं जानीमः यत् तिङ्प्रत्ययः कः कः भवति, तेन सह संयोजनं कथं कथं भवति इति वयं जानीमः। तर्हि इदानीं केवलम् अङ्गनिर्माणं कथं भवति इति सूत्रसहिता दृष्टिः इदानीम् आगच्छति। इदानीं सर्वप्रथमं तु भवादिगणस्य कृते कार्यं कथं भवति इति वयं जानीमः। एकवारं भवादिगणः समापयति, तदनन्तरं दिवादिगण, तुदादिगण, चुरादिगण। भवादिगण बहु महत्त्वपूर्णगणः अस्ति, यतोहि तत्र उपसहस्रधातवः भ्वादिगणे एव सन्ति। तर्हि एकवारं भ्वादिगणः इति पाठः समापयति, तर्हि उपसहस्रधातूनां कृते लङ् लट् लोट् लङ् विधिलिङ् लकारेषु तिङन्तपदानि कथं भवन्ति इति वयं सर्वे अत्र निपुणाः भविष्यन्ति। अस्तु, निपुणाः भविष्यामि। अस्तु, तर्हि अग्रे पठामः। पठते महोदय, स्मर्यते यत् महोदय, तिंशित् सार्वधातुकम् इत्यनेन तिङ् प्रत्ययाः सार्वधातुकसंज्ञकाः। तत्र अनुस्वारम् तदा कर्तरि शप् इत्यनेन कर्त्रर्थे सार्वधातुकप्रत्यये परे धातुतः शप् प्रत्ययः विहितो भवति। पूर्वं वयं पठितं महोदय तिङ्क्षित् सार्वधातुकं. सार्वधातुकं किम् अस्ति चेत् तिङ्क्षित् इति तत् संज्ञा अस्ति सार्वधातुकस्य. कर्तरि शप् अपि पठितं महोदय. यदि तत् कर्त्रार्थे प्रयोगम् अस्ति चेत् तर्हि शप् इति प्रत्ययं तत्र विहितं भवति धातुतः. तदेव तत् तस्य परिचितं सूत्राणि परिचिते सूत्रे स्तः तिङ्क्षित् सार्वधातुकम् इति संज्ञासूत्रम् अस्ति. तिङ् अस्ति अथवा षित् इति अस्ति चेत् प्रत्ययः सार्वधातुक इति तस्य नामकरणं भवति. तदनन्तरं कर्तृशप् इति सूत्रेण कर्तृर्थसार्वधातुकप्रत्ययपरे धातु अनन्तरं शप् प्रत्ययः आगच्छति इति. अस्तु तर्हि महोदय एकवारं झटिति तिङ्क्षित् कर्तृशप् सूत्रं पठन्तु. तिङ्क्षित् सार्वधातुक किं प्रश्नः अस्ति वा? नमस्कारः जि, विजया अस्मि अत्र. इदानीमेव लैन् प्राप्तम्. अस्तु अस्तु. तिङ्क्षित् सार्वधातुकं यः प्रत्ययः तिङ् वा षित् वा अस्ति सः प्रत्ययः सार्वधातुकः. श इत् यस्य सः षित् बहुव्रीहिः. तिङ् च षित् च तयोः समाहारद्वन्द्वः तिङ्क्षित्. तिङ्क्षित् प्रथमान्तं सार्वधातुकं प्रथमान्तं द्विपदमिदं सूत्रं. प्रत्ययः परश्च धातोः इत्येषाम् अधिकारः. अनिवृत्तसहितसूत्रं धातोः परश्च तिङ्क्षित् प्रत्ययः सार्वधातुकम्. किमपि वदामि वा? नास्ति, न किमपि नास्ति. अत्र धातोः परश्च तिङ्क्षित् प्रत्ययः सार्वधातुकम् इति जानीमः. अस्तु, कर्तरि शप् समापयतु. कर्तरि शप् धातुतः शप् प्रत्ययः भवति कर्त्रर्थक सार्वधातुकप्रत्यये परे. कर्तरि सप्तम्यन्तं शप् प्रथमान्तं द्विपदम् इदं सूत्रं. सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः. प्रत्ययः परश्च त्यनयोः अधिकारः. धातोरेकाचो हलादेः क्रियासमभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके. किं लिखितं महोदय? यदि कर्त्रार्थक सार्वधातुकम् अस्ति चेत् तस्य परे धातुतः शप् प्रत्ययः विधीयते. तर्हि कर्त्री कर्तृर्थके सार्वधातुकप्रत्ययः परे अस्ति चेत्, नाम कर्तृर्थे तिङ् अथवा षित् प्रत्ययः परे अस्ति चेत् धातोः अनन्तरं शप् प्रत्ययः आगच्छति इति अस्ति. अस्तु अग्रे. तर्हि अस्माकं कुञ्चिका अस्ति अङ्गम्. अङ्गं ज्ञायते चेत् लटि लोटि लङ्गि विधिलङ्गि च सर्वाणि रूपाणि ज्ञायन्ते. यथा सम्यक् अत्र एव इदानीम् अन्य कोऽपि पठति. धन्यवादः महोदय. हरिः ओम्. तर्हि अत्र किञ्चित् नूतनं किञ्चित् किमपि न पठितम् अस्माभिः. तिङ्क्षित् सार्वधातुकं कर्तृशप् इति सूत्रद्वयम् अस्ति, वयं जानीमः. तर्हि अत्र भ्वादिगणे उभयोः सूत्रयोः प्रसक्तिः भवति. भ्वादिगणे अस्ति कर्तृशप् कार्यं करोति, सर्वं जानीमः. अस्तु, तर्हि इदानीं भूधातोः कृते कार्यं किमस्ति इति वयं पश्यामः. भूधातु किमर्थं? भ्वादिगणस्य प्रथमधातु अस्ति भूधातु. भू आदि भ्वादि इति. अस्तु, तर्हि विजया महोदय पठतु. पठामि जि. तर्हि अस्माकं कुञ्चिका अस्ति अङ्गम्. अङ्गं ज्ञायते चेत् लटि लोटि लङ्गि विधिलिङ्ग च सर्वाणि रूपाणि ज्ञायन्ते. यथा परस्मै पदे भूधातुः अङ्गम् अस्ति भू योगः शप् इत्युक्ते तत्र भव इति भवति. लटि सिद्धप्रत्ययाः ती तथान्ति सी तथ मी वह मह तत्र लट् लकारे तिङन्तरूपाणि तिङन्तरूपाणि भवति भवतः भवन्ति भवसि भवतः भवत भवामि भवावः भवामः इति महोदय एकं प्रथमं तु वदतु भूयोगः शप् भव कथं भवति भूयोगः शप् तत्र इत्यस्मिन् भूयोगः शप् इत्युक्ते तत्र भो इति भवति अनन्तरं सूत्रं सूत्रं सूत्रं वदतु तिंशित् सार्वधातुकं न भूयोगः शप् मध्ये सर्वप्रथमं शप् इति प्रत्ययस्य किम् अवगतं भवति विकरण अङ्गप्रत्ययं प्रथमं धातु अनन्तरं विकरणप्रत्ययः विकरणप्रत्ययः शप् अस्ति शप् मध्ये किम् अवशिष्यते आ एव अवशिष्यते शकारस्य लसक् तद्धिते इति सूत्रेण शकारस्य लोपः भवति अनन्तरं पकारः तु हलन्त्यं तस्य लोपः इति सूत्रेण एतत् अपि इत् भवति अनन्तरम् आ एव तत्र तिष्ठति अतः भूयोः आ इति भूयोगः अ अनन्तरं तदनन्तरं किं भवति कार्यम् अनन्तरं तत्र भूयोः आ तत्र भो इति भवति गुणकार्यं भवति केन सूत्रेण सार्वधातुक अर्धधातुकयोः सम्यक् तदनन्तरं भो इति भूयोगः अ तदनन्तरं किम् भूयोगः आ इति भवति गुणकार्यम् अनन्तरं तत्र भव सन्धिकार्यमस्ति खलु यान्तवान्तसन्धि अस्ति खलु भो योगः अ ओकारस्य स्थाने किं भवति इति सूत्रेण यान्तवान्तदेशसन्धिः तत्र आगच्छति तत्र भव इति भवति ओकारस्य स्थाने अव् आगच्छति भ अव् अ भव अस्तु तर्हि भव इति अङ्गं भवति निष्पद्यते तदनन्तरं सिद्धतिङ् प्रत्ययः तु वयं जानीमः केवलं अङ्गप्रत्ययस्य मेलनं करणीयं मेलानन्तरं मेलनस्य अनन्तरं तिङन्तरूपाणि निष्पद्य अस्तु लोटि लोटि करोतु लोट् इति सिद्धप्रत्ययः तूतात् ताम् अन्तु अनन्तरं शून्य शून्यमेव तत्र तात् तन्त आनि आव आम इति तत्र लटि रूपेण लोट् भवतु भवतात् भवतां भवन्तु भव भवतात् भवतं भवत भवानि भवाव भवाम इति रूपं निष्पन्नं तत्र भवतु करणीयं वा तत्र करोतु भव इति अङ्गं निष्पन्नं तत्र अनन्तरं तु योजनेन केवलं पठतु पठतु तत्तु वयं जानीमः योजनं कथं भवति इदानीं भवतु भवतात् भवतां भवन्तु भवतां भवन्तु भव भवतात् भवतं भवत भवानि भवाव भवाम इति तत्र लोट् रूपमस्ति लङ्गि लङ्गि मूलप्रत्ययं त ताम् अन्न स तं त अं व म इति मूलरूपं तत्र लङ् लकारे तिङन्तरूपाणि तिङन्तरूपाणि अभवत् अभवताम् अभवन् अभवः अभवतम् अभवत् अभवम् अभवाव अभवाम इति अनन्तरं द्वितीयलिङ्ग मूलप्रत्ययम् इत् इतां युः इः इतम् इत इयम् इव इम तत्र लकारे विधिलिङ्ग लकाररूपं भवेत् भवेतां भवेयुः भवेः भवते भवेतं भवत भवेयं भवेव भवेम इति तत्र रूपमस्ति परस्मैपदी अधुना तर्हि एकवारम् अङ्गं जानीमः तदनन्तरं केवलं योजनं करणीयं रूपाणि आगच्छन्ति तत्र तिङन्तरूपाणि साधितानि भवेत् भवेतां भवेत् इति सर्वं वयं जानीमः अस्तु महोदय आत्मनेपदे करोतु वृद्धातु आत्मनि अपि रूपाणां तत्र वृत् धातुः अङ्गम् अस्ति वृत् योगः शप् इत्युक्ते वर्त इति आगच्छति कथं लटि भवती वदतु कथं कार्यं भवति वर्त कथं भवति वृत् इति तत्र धातुः अस्ति शप् इति वयं पूर्वमेव दृष्टवन्तः तत्र आ एव तिष्ठति वृत् इत्युक्ते तत्र उकारस्य अजन्त उपदेश अज अनुनासिक इति रूपेण तत्र उकारस्य लोपः भवति अनन्तरं अर् इति भवति गुणर् गुणकार्यं भवति केन सूत्रेण अनन्तरं गुणकार्यम् आदिगुणः इति किं गुणसन्धिः भवति आदिगुणः इति वृत् वृत् योगः अ मध्ये कार्यं किं भवति अत्र गुणसन्धि कथम् आगच्छति अर् भवति केन सूत्रेण आदिगुणः महोदय अत्र गुणसन्धि अस्ति वा अत्र वृत् तदनन्तरम् अ अस्ति तत्र संहिता नास्ति सन्धि नास्ति खलु आद्गुणः कथम् आगच्छति तत्र सन्धिकार्यं नास्ति न वृत् मम प्रश्नः शृण्वन्तु सर्वे वृत् योगः अ तत्र अग्रे कार्यं किं भवति उगन्तलघुपदस्य च खलु यथा भूयोग सर्वे पुनः पुनः पुनरशीलनं कुर्वन्तु गृहपाठे अत्र अत्र यदि पुराकाले अस्माभिः किं पठितं यदि यदि सर्वे विस्मरन्ति तर्हि कथं भवति अत्र समीचीनं नास्ति अत्र वृत्तयोगः शप् तु अत्र वयं जानीमः खलु अत्र वृत्तयोगः अ तत्र पुगन्तलघुपदस्य च इति सूत्रेण अत्र उपधायां यदि ह्रस्व इकारः ह्रस्व उकारः ह्रस्व ऋकारः अस्ति चेत् तस्य गुणं भवति तर्हि अत्र ह्रस्व ऋकारः अस्ति अत्र तस्य अर् भवति अतः वृत् योगः शप् तत्र वृत् योगः अ तदनन्तरं रि तस्य अर् भवति पुगन्तलघुपदस्य च वर्त् योगः शप् वर्त् योगः अ वर्त इति रूपं भवति वर्त अत्र आद्गुणः इति किमपि नास्ति आद्गुणस्य कृते किम् अस्ति अत्र अच् वर्णः अस्ति तदनन्तरम् अन्य अच् वर्णः अस्ति अत्र अच् अच् सन्धिः नास्ति खलु अतः पुगन्तलघुपदस्य च इति सूत्रेण वर्त् वर्त भवति तर्हि भूयोगः अ मध्ये सार्वधातुक अर्धातुकयोः इति सूत्रेण गुणकार्यं हृत् योगः शप् मध्ये पुगन्तलघुपदस्य च इति सूत्रेण गुणकार्यं वर्त इति अस्तु रूपाणि पठन्तु पठतु महोदय धन्यवादः रूपाणि पठतु तत्र लङ् सिद्धप्रत्ययः ते इति अन्ते से इति द्वे ये वहे महे इति अस्ति लट्लकर आत्मनेपदी आत्मनेपदी किम् अस्ति चेत् तत्र वर्तते वर्तेते वर्तन्ते वर्तसे वर्तेते वर्तते वर्ते वर्ता वहे वर्ता महे इति अस्ति अनन्तरं लोटि तत्र मूलप्रत्ययं ताम् इताम् अन्तां स्व इतां द्वम् ऐ आवहै आमहै इति अस्ति तत्र लोट् प्रत्ययरूपं वर्ततां वर्तेतां वर्तन्तं वर्तस्व वर्तेतां वर्तद्वं वर्ते वर्तावहे वर्तामहे इति अस्ति लङि रूपं त इताम् अन्तं ताः इतां द्वम् ई वहिमहि इति अस्ति लङ्रूपं तत्र आवर्तत आवर्तेताम् आवर्तन्त आवर्तताः आवर्ततां आवर्तद्वम् आवर्ते आवर्तावहे आवर्तामहे इति अस्ति विधिलिङ्गरूपं तत्र ईत ईयाताम् ईरन् ईताः ईयाताम् ईद्वम् ईय ईवहि ईमहि इति अस्ति विधिलिङ्ग तत्र रूपं वर्तते वर्ते यातं वर्ते रन् वर्तेताः वर्ते यातं वर्ते वर्तेद्वं वर्तेय वर्ते वहि वर्तेमहि इति अस्ति अग्रे केवलम् अङ्गं च लट् लकारस्य प्रथमपुरुष एकवचन एकवचनान्तरूपं दीयते ततः चतुर्णां लकाराणां सर्वाणि रूपाणि ज्ञायन्ते. तर्हि इदानीं वयं जानीमः यत् रूपाणि कथं भवन्ति भवति रूपाणि कथं भवन्ति भ्वादिगणे. अस्तु, धन्यवादः महोदय. अग्रे प्रत्येकधातु कृते कार्यं कथं भवति भ्वादिगणे इति वयं पश्यामः. बृहत् पाठः अस्ति, बहु महत्त्वपूर्णमपि अस्ति. तर्हि शनैः शनैः वयं पश्यामः, पठामः. अस्तु, इदानीं सर्वे एकवारं पठन्ति खलु? कोऽपि अस्ति वा यः एकवारमपि न पठति? अस्तु, नास्ति चेत् अग्रे गच्छामः. तर्हि मीना महोदय पठतु. सामान्यधातवः. येषु धातुषु शपं निमित्तीकृत्य किमपि अङ्गकार्यं नास्ति, केवलं संयोजनम्. 54 धातवः. एतत् धातुषु शपं निमित्तीकृत्य किमपि अङ्गकार्यं नास्ति. इमे सर्वे धातवः न इगन्ताः न वा इग् उपधाः, अतः किमपि गुणकार्यं नास्ति. ओके, येषु धातुषु अद् उपधातवः वद् इव अकारम् उपधा सन्ति. महोदय एकनिमिषम्, इगन्त इत्युक्ते किम्? इति प्रत्याहारः. तर्हि इगन्त इत्युक्ते धातु इगन्त अस्ति चेत् इत्युक्ते किम्? यस्य धातोः अन्तिमवर्णः इक् अस्ति चेत्. इगुपध किम् अस्ति? पुनरपि वदतु महोदय. इगुपद इग् कुत्र महोदय? इगन्त भवति वदति, इगुपध इगुपध किम् अस्ति, कुत्र अस्ति? तत्र एव अस्ति खलु, इमे सर्वे धातवः न इगन्तः न वा इगुपधः. इमे सर्वे धातवः न इगन्ताः न वा उपधाः, इग् वर्णः उपधा अपि नास्ति. अस्तु, अदुपध किमस्ति? अद् उपधाः अकारः उपधा अस्ति. ह्रस्वकारः. तर्हि यथा वद मध्ये, वद मध्ये अकारः अस्ति उपधायाम्, अदुपध अकारः उपधा वर्णः. तर्हि 997 धातवः सन्ति भवादिगणे, तेषु 754 मध्ये किमपि कार्यं न भवति, केवलं धातुः विकरणप्रत्ययस्य मेलनं भवति, किमपि सन्धिकार्यं न, गुणकार्यं न, किमपि न. अस्तु, पठतु अग्रे. वद् योगः शप् वद वद वद योगः तिप् वदति इति भवति. कथं भवति इति वक्तव्यं वा? किमपि नास्ति खलु, केवलं वर्णमेलनम् अस्ति. मील् योगः शप् मील् मील् मील् योगः तिप् मीलति. महोदय, अत्र मील् मध्ये केवलं मीना महोदय वदतु, मील् योगः शप् मध्ये मेल् किमर्थं न भवति? पुगन्तलघुपदस्य अस्ति खलु, लघुपदा नास्ति अत्र, दीर्घ इकारः, अतः गुणकार्यं न भवति. अस्तु, सम्यक्. मूष् योगः शप् मूष् योगः तिप् समानकारणेनैव मोष् न भवति, मोषते इति भवति. ओक् योगः शब् ओक् योगः तिप् ओकति समान कारणेनैव. अघि अघि इदितो नुम् धातोः अङ् अङ् भवति, अङ् अङ् योग योगः शप् अङ्ग योगः तिप् अङ्गति इति भवति. एतं वदतु महोदय, इदितो नुम् धातोः इति सूत्रम् अस्माभिः पूर्वं पठितम्. इदितो नुम् धातोः इति सूत्रं किं वदति? इति तु अहं सम्यक् न स्मरामि. प्रयत्नं करोतु. इदम् अघि इति इदन्तः दातु इदन्तः इदित् इत्युक्ते किम्? इदित् इत्युक्ते इत् इत् एकारः इत् इत् संज्ञा भवति. कस्य? सम्यक् वदतु. अत्र इत् भवति, ऐ मीन् इत् संज्ञका भवति. कस्य इत् संज्ञा भवति? इकारस्य. इकारस्य हा, ह्रस्व इकारस्य इत् संज्ञा भवति चेत् इदित् अस्ति. तर्हि अघि मध्ये इकारः यत् अस्ति तद् ह्रस्व इकारः. एकनिमिषम्. अघि मध्ये ह्रस्व इकारः अस्ति खलु, तत् उपदेशे अज् अनुनासिक इत् इति सूत्रेण तस्य इत् संज्ञा भवति. अतः अघि इदित् अस्ति. अस्तु, तर्हि इदित् अस्ति चेत् किं भवति? अघि धातु अस्ति खलु, तत्र इकारस्य इत् संज्ञा भवति केन सूत्रेण? इकारस्य संज्ञा उपदेशे अनुनासिक. तर्हि अत्र इकारः इत् अस्ति, अतः इदित् अस्ति. अघि इति इदित् धातु अस्ति. महोदय, अत्र तु लौकिकधातवः सन्ति खलु? वाद् मील् मूष्. न, अघि अघि अघि अत्र लौकिक नास्ति. ओ, अघि एव लौकिक नास्ति. अघि इति अन्यत्र अन्यत्र सर्वे लौकिक सन्ति. अस्तु, तर्हि महोदय इदित् धातु अस्ति अघि. तदनन्तरं किं भवति? नुमागमः. नुमागमः भवति. अङ्ग् अङ्ग् इति भवति. अन्तिमस्वरस्य अनन्तरं खलु? हा, तर्हि सत्यं. तर्हि अत्र नुमागमः अस्ति. नुमागमः मित् अस्ति. अतः मिद्यच्योन्त्यात् परः इति सूत्रेण यत्र कुत्रापि नुमागमः अस्ति तत् अन्तिमस्वरान्तरम् आगच्छति. तर्हि अघि मध्ये अघ् अस्ति. अघ् अ ग अ एव अस्ति तत्र एक स्वरवर्णः, तस्य अनन्तरं नुम् आगच्छति. तर्हि अ नुम् ग. नुम् मध्ये मकारस्य हलन्त्यम् इति सूत्रेण गच्छति. उकार उपदेशे अजनासिक इत्. तर्हि नकारः एव तिष्ठति. तर्हि अग सूत्रेण, केन सूत्रेण महोदय नुमागम अन्तिमवर्णस्य अनन्तरं? भवती वदतु, भवती वदतु. पठितमस्ति. मिदच्योत्यात् परः इति सूत्रमस्ति खलु? मिदच्योन्त्यात् इति सूत्रं किम् अस्ति? मित् अच् अन्त्यात् परः. नाम यदि मित् आगमः अस्ति, तत् आगमः कुत्र आगच्छति? तत्र आद्यन्तौ टकितौ इति सूत्रेण टका टित् अस्ति चेत् आदि, कित् अस्ति चेत् अनन्तरं, परन्तु मित् अस्ति चेत् मिदच्योन्त्यात् परः इति सूत्रेण अन्तिमस्वरवर्णस्य अनन्तरम् आगच्छति. नुम् मध्ये किम् अवशिष्यते? मकारस्य लोपः भवति, उकारस्य लोपः भवति. तर्हि अ न ग खलु, अ न ग. इदानीम् अ न ग एकवारं भवति, तदनन्तरं किं भवति? कुत्र अङ्ग् भवति? अङ्ग् भवति. अङ्ग् भवति. अङ्गयोगः शप् अङ्गयोगः. नकारस्य परिवर्तनं भवति. नकारस्य कवर्गीय समानं यत् अस्ति तत् वर्णः भवति. तर्हि पञ्चमवर्णः कवर्गीय अङ्ग. तर्हि अङ्ग इति पदं भवति. अङ्ग इति अङ्गं भवति. अङ्ग अङ्ग अङ्ग इति अङ्गं भवति. अस्तु, तथैव अग्रे कुञ्च. कुञ्च योगः शप् कुञ्च योगः कुञ्चति किमपि न भवति. अत्र महोदय कुञ्च मध्ये मीना महोदय भवती वदतु, कुञ्च मध्ये तु ह्रस्व उकारः अस्ति खलु, तत्र किमर्थं न भवति गुणकार्यम्? उपधा नास्ति महोदय, न्यकारमस्ति तत्र। सत्यम्, उपधावर्ण न्यकारः अस्ति। सम्यक्, अग्रे अर्च अर्चयोगः शब् अर्चयोगः तिप् अर्चति, मेघयोगः शब् मेघयोगः तिप् मेघति, वेल् योगः शब् वेल्ल योगः तिप् वेल्लति, धाव योगः शब् धाव योगः तिप् धावति। किमपि नास्ति, किमपि प्रसक्तिः नास्ति। तर्हि आहत्य सार्ध 750 धातवः सन्ति, तत्र किमपि न भवति, किं बहु सरलम् अस्ति, किमपि न करणीयं, केवलं मेलनं करणीयम् इति। अस्तु, धन्यवादः महोदय। अग्रे अग्रे इदानीं विशेषकार्याणि आगच्छन्ति, यत्र केवलं मेलनं न, परन्तु किञ्चित् अग्रे किञ्चित् इतोपि अग्रे कार्यं करणीयं। तर्हि अग्रे मलर् महोदय अस्ति खलु, इगन्तधातवः। आं महोदय, इगन्तधातवः 39 धातवः, इक् इति प्रत्याहारः, इ ई उ ऊ कृ रु एषां धातूनाम् अन्ते ते इगन्तधातवः, शप् षित् अपि पित् अपि, अतः अङ्गस्य निर्माणार्थं वादिगणेय इगन्तधातूनां विकर्णप्रत्ययः निमित्तकथं गुणकार्यं भवति तदा सन्धिकार्यं यथा सङ्गम्। इक् यत्र धातु अन्तः इक् इक् प्रत्याहारः अस्ति तत् इगन्तधातवः अस्ति। शप् यदि शप् वा पित् वा गुणकार्यं भवति, अङ्गं निर्माणार्थं वादिगणे इगन्तधातूनां विकर्णप्रत्ययनिर्माणार्थं गुणकार्यं भवति। किम् अभवत्? यदि शिप् षित् अस्ति वा पित् अपि च पित् अस्ति चेत् गुणकार्यं भवति। भवति, तर्हि अत्र भ्वादिगणे शप् अस्ति, षित् अपि अस्ति, पित् अपि अस्ति, अतः अत्र गुणकार्यं भवति। भवति केन सूत्रेण? सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणकार्यं भवति। अग्रे पठतु उदाहरणानि। सर्वेषाम् इगन्तधातूनां गुणकार्यं जि योगः शप् सार्वधातुक आर्धधातुकयोः जे योगः आ जे योगः अ गुणकार्यम्, अनन्तरम् अङ्गं किं भवति? जे योगः जेय जे जि योगः शप् अस्ति, सार्वधातुक आर्धातुकयोः इति सूत्रेण जे योगः अ भवति, अग्रे किं भवति? जय भवति। एकनिमिषः मल्लर् महोदय भवती वदतु। आं महोदय, वृद्धि एचो वयवः इति सूत्रेण अव यकारस्य स्थाने ऐ ऐ आगच्छ, अतः जय जय जय इति भवति। जय, सम्यक्। तर्हि अतः जे जयति जयतः जयन्ति इति भवति। अग्रे भू, अग्रे भू योगः शप् सार्वधातुक आर्धधातुकयोः भो योगः अत्रापि गुणकार्यं भवति, भू भो आगच्छति। तदनन्तरं एचो वायवः इति सूत्रेण उकारस्य स्थाने औ आगच्छति, अतः भव इति रूपं भवति। अग्रे हृ योगः शप् सार्वधातुक आर्धधातुकयोः हर् योगः अत्र मेलनम् एव भवति महोदय, हरति हर हरति हर हरति सम्यक् तर्हि अनन्तरं ह्री मध्ये ऋ तत्र अर् भवति खलु हर् भवति तर्हि रीतस्य री रीतस्य गुणकार्यं वस्तुतः अ अस्ति ऋकारस्य गुण अस्ति अ परन्तु उरण्परः इति सूत्रेण तत् अर् भवति तर्हि हर् योगः शप् हर इति अङ्गं हरति हरतः हरन्ति अवगच्छन्ति खलु तर्हि अग्रे सार्वधातुक आर्धातुकयोः इति सूत्रं पठतु केवलम् अनुवृत्तिसहित केवलं प्रथमवाक्यं पठतु सार्वधातुक आर्धातुकयोः इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे इगन्त अङ्ग अस्ति चेत् नाम अङ्गस्य अन्ते इ उ रु लृ अस्ति इक् इक् इक् इक् प्रत्याहारस्य वर्णः अस्ति चेत् तस्य गुणः भवति कदा यदा अग्रे सार्वधातुक अथवा आर्धातुकप्रत्यये अस्ति चेत् अस्तु तदनन्तरम् एकवारं गुणं भवति तत्र अनन्तरम् अत्र एचोयवायावः इति सूत्रेण एजन्त यान्तवान्तसन्धिः भवति सर्वं वयं जानीमः किञ्चित् किमपि नूतनं कार्यं नास्ति परिचितं कार्यम् अस्ति अस्तु तर्हि अग्रे महोदय समापयतु जी योगः शप् नियोगः शप् तत्र अस्ति खलु अग्रे अग्रे आम् जी योगः शप् जे योगः आ जय जय योगः तिप् जयति नी योगः शप् ने योगः आ नय नय योगः तिप् नयति ध्रु योगः शप् द्रो योगः आ द्रव योगः तिप् द्रवति भू योगः शप् भो योगः आ भव भवयोगः तिप् भवति हृ योगः शप् हर योगः हर् योगः हर योगः तिप् हरति सम्यक् अस्तु अनन्तरं न अनन्तरं धन्यवादः महोदय सर्वे अवगच्छन्ति वा इगन्त अस्ति चेत् गुणकार्यं सार्वधातुक आर्धातुकयोः इति सूत्रेण प्रायः सर्वे सर्वे जानीमः इति परन्तु प्रश्नः अस्ति वा कस्यापि तत्र ध्रुव योगः शप् इत्युक्ते तत्र द्रौ इति भवति खलु ध्रुव तत्र द्रौ उकारस्य लोपः भवति वा ध्रुव योगः शप् अत्र उकारस्य ओकारः भवति गुणकार्यम् सार्वधातुक आर्धातुकयोः इति सूत्रेण उकारस्य ओकारः भवति गुणकार्यम् इति सूत्रेण सार्वधातुक आर्धातुकयोः इति सूत्रेण गुणकार्यं द्रो योगः अत्र ओकारस्य स्थाने अ भवति द्रवति इति अस्तु तर्हि अन्तिमैकं कुर्मः तत्र रघुपतिमहोदय एजन्तधातवः एजन्त धातवः कुत्र अस्ति महोदय अत्र सि पॉइंट बिन्दु सि अस्ति अस्तु अस्तु अस्तु एजन्त धातवः एते धातवः इगन्ताः न सन्ति अतः गुणस्य प्रसङ्गः न भवति अस्तु केवलं यचो यवायावः इत्यनेन यान्तावान्तसन्धिः महोदय एजन्त इत्युक्ते किम् एच ए ओ ए ओ एवं ऐ औच् ए ऐ ओ औ ऐ ए ओ ऐ औ इदानीं धेयोग शप् धेयोग अतः यचो यवायाव सूत्रेण ऐ आदेशः धय धय इति धययोग तिप् धयति गयोग शप् इदानीम् ऐ ऐ योग अ आय इति भवति, गाय इति अङ्गं भवति, गाययोग तिप् गायति, धौ योग शप् अत्रापि यचोयव सूत्रेण आवादेश औ औ इत्यस्य अतः औ आवादेशः, अतः धाव इति अङ्गं भवति, धावयोग तिप् धावति किमपि नास्ति, केवलं सन्धिकार्यम्। अस्तु तर्हि इदानीं समयः समाप्तः, तत्र अग्रिमरविवासरे अग्रे गच्छामः द्वादिगणे एव पाठे, तर्हि इदानीं विरमामः। अस्तु, धन्यवादः सर्वेषां, धन्यवादः महोदय, नमस्कारः। नमस्कारः।